नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति निजन्तव्यवस्थायां प्रयोज्यकर्तुः कर्मत्वम् इति. तस्मिन् विषये अस्माभिः एकं सूत्रं पठितं गतवर्गे. कतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणीकर्तास णौ इति सूत्रम्. तेन सूत्रेण सामान्यतया यत्र प्रेरणार्थे णिच् प्रत्ययः विधीयते तदानीं तत्र कर्ताद्वयं भवति, प्रयोज्यकर्ता प्रयोजककर्ता इति. प्रयोजककर्ता प्रयोज्यकर्तारं प्रेरयति. तर्हि तत्र निजन्तवाक्ये प्रयोजककर्तुः प्रथमाविभक्तिः भवति, प्रयोजककर्ता. यतोहि प्रयोजककर्ता एव तत्र क्रियापदेन उक्तः भवति इति कृत्वा प्रयोजककर्तुः प्रथमाविभक्तिः भवति. इदानीं प्रयोज्यकर्ता यः अस्ति सः अपि कर्ता, परन्तु तिङन्तपदेन अनुक्तः. तत्र निजन्त निच् प्रत्ययान्तं योजयित्वा अनन्तरं यत् तिङन्तपदं लभ्यते, निजन्तं पदं, तेन प्रयोज्यकर्ता अनुक्तः इति कृत्वा तस्य तृतीयाविभक्तिः सामान्यतया भवति. प्रयोजककर्तुः प्रथमाविभक्तिः, प्रयोज्यकर्तुः तृतीयाविभक्तिः इति सामान्यव्यवहारः. सर्वत्र एवं भवति, परन्तु तस्य अपवादः अस्ति गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्तासणौ इति सूत्रम्. तर्हि अत्र तत्र धातवः साक्षात् उक्ताः. अत्र गत्यर्थकदातवः, बुद्ध्यर्थकदातवः, प्रत्यवसानार्थकदातवः, शब्दकर्मकः, अनन्तरम् अकर्मकः दातवः इति एतादृशधातुः अस्ति चेत् तदानीं प्रयोजककर्तुः कर्मत्वं भवति. तत्र कर्तृत्वं तु अस्ति एव, प्रयोज्यकर्तुः कर्तृत्वम् अस्ति, परन्तु कर्तृत्वं प्रबाद्य कर्मत्वं भवति अनेन सूत्रेण. यदा कर्मत्वं भवति तदानीं तत्र द्वितीयाविभक्तिः आयाति. कर्मपदस्य द्वितीयाविभक्तिः खलु, अतः प्रयोज्यकर्तुः कर्मत्वं जायते चेत् तदानीं द्वितीयाविभक्तिः जायते. अतः कदाचित् तृतीयाविभक्तिः भवति, कदाचित् द्वितीयाविभक्तिः भवति इति व्यवहारः. कुत्र तृतीया, कुत्र द्वितीया इति एव प्रश्नः. सामान्यतया डिफाल्ट् अस्ति तृतीया, परन्तु कुत्रचित् द्वितीया भवति. कुत्र द्वितीया इति चेत् अनेन सूत्रेण कर्मत्वं जायते चेत् तदानीं द्वितीयाविभक्तिः भवति इति सूत्रार्थः. तर्हि गत्यर्थकधातुः इति तत्र धातुपाठे गतिः इति अस्मिन् अर्थे, गतिः इत्यस्मिन् अर्थे धातवः उल्लेखिताः अस्ति. गतिः इत्यस्य बहवः अर्थाः सन्ति, परन्तु अत्र गतिः इत्युक्ते गमनम् इत्यर्थे स्वीकृतः अस्ति, गमनम्. अनन्तरं बुद्धिः इत्युक्ते ज्ञानं. तत्र ज्ञानार्थकधातवः ये सन्ति तेषां ग्रहणम्. प्रत्यवसानार्थकः इत्युक्ते भोजनार्थकः, ये ये भोजनार्थकदातवः सन्ति तेषां ग्रहणम्. अनन्तरं शब्दकर्म इत्युक्ते, शब्दकर्म इत्युक्ते तत्र शब्दः कर्म यस्य धातोः, यस्य धातोः शब्दः कर्म इत्युक्ते अत्र यत्किमपि तिङन्तपदं भवितुमर्हति. तिङन्तपदं यत्किमपि भवितुमर्हति, यः कोऽपि धातुः भवितुमर्हति तिङन्तपदं, परन्तु तस्य कर्मपदं किम् अस्ति इति द्रष्टव्यं. तस्य कर्मपदं शब्दरूपेण अस्ति चेत् तदानीं तत्र तदेव शब्दकर्म धातुः, शब्दकर्मधातुः इत्युक्ते तादृशधातुः यस्य कर्मपदं शब्दः अस्ति. तादृशधातुः अस्ति चेत् तदानीमपि प्रयोज्यकर्तुः कर्मत्वं भवति. तर्हि तत्र शब्दकर्म इति किञ्चित् अग्रे वयं पश्यामः, परन्तु शब्दः एव कर्म यस्य धातोः. इदानीं निजन्तपदं यदस्ति तस्य कर्मपदं किम् इति द्रष्टव्यम्. निजन्तपदस्य कर्मपदं शब्दरूपेण अस्ति चेत् तदानीं निजन्तपदस्य यः धातुः सः धातुः शब्दकर्मकः, शब्दः कर्म यस्य सः. तर्हि कुत्र भवति शब्दः कर्मरूपेण इति चेत् तत्र कथां श्रावयति, कथां पाठयति, वेदं बोधयति, वेदं पाठयति इत्यादयः तत्र यत्र शब्दरूपेण अस्ति खलु. इति वृत्तं पाठयति इत्यादयः यत्र अस्ति तदानीं तत्र पाठयति इति यद्यपि अत्र विशेषधातुः नास्ति, पाठयति इति सामान्यधातुः, कत्यर्थकः, बुद्ध्यर्थकः, प्रत्यवसानार्थकः, अकर्मकः, किमपि नास्ति तत्र। तथापि तत्र कर्म किम् अस्ति इति वयं पश्यामः चेत् कथां पाठयति अथवा कथां श्रावयति इति यदा वयं वदामः तदानीं कथा तु शब्दरूपेण अस्ति इति कृत्वा इदानीं धातुः तत्र स्पेशल् स्टेटस् जायते, शब्दकर्मकः इति स्टेटस् जायते, अतः प्रयोज्यकर्तुः कर्मत्वं भवति इति अर्थः। अनन्तरम् अकर्मकधातुः, अकर्मकधातुः इत्युक्ते तादृशधातुः यस्य कर्म तत्र फलं व्यापारः द्वयमपि एकस्मिन्नेव भवति, कर्तरि एव भवति, इत्युक्ते तत्र कर्मपदं न सम्भवति एव। तादृशधातुः इत्युक्ते मम विवक्षा नास्ति कर्मणः, मम विवक्षा नास्ति चेदपि तत्र अकर्मकप्रयोगः भवितुमर्हति। अहं वक्तुं शक्नोमि अहं पाठं पठामि अथवा अहं पठामि इत्यपि अहं वक्तुं शक्नोमि, अहं पाठं पठामि इति चेत् तत्र कर्मपदम् अस्ति, अहं पठामि इति वदामि चेत् तत्र अकर्मकप्रयोगः अस्ति, यतोहि तत्र कर्मपदं मया न प्रयुक्तः, न प्रयुक्तं कर्मपदं, तर्हि अकर्मकप्रयोगः अस्ति, परन्तु धातुः अकर्मकः नास्ति, अत्र प्रयोगः अकर्मकः इत्यस्य विषयः नास्ति। अकर्मकप्रयोगः अस्ति चेत् तत्र अस्य सूत्रस्य प्रसङ्गः नास्ति, परन्तु अकर्मकधातुः भवेत् इत्युक्ते तादृशधातुः यस्य कर्मपदं कदापि न सम्भवति, तादृशधातुः अस्ति चेदपि प्रयोज्यकर्तुः कर्मत्वं भवति इति सूत्रार्थः अस्ति। अस्तु, तर्हि इदानीं किञ्चित् अग्रे गच्छेम। तत्र अनेन गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्तासरणौ इति सूत्रेण इति ततः आरभ्य पठामः। अत्र अरविन्द महोदय पठति वा? नमस्ते भगिनी, विजयलक्ष्मी। नमस्कारः, नमस्कारः। अनेन गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्ता सणौ इति सूत्रेण सर्वेषां धातूनाम् अन्यन्दावस्थायां यः कोऽपि कर्ता अस्ति सा कर्मसंज्ञकः न भवति न्यन्दावस्थायाम्, अपि तु केवलं केषाञ्चन धातूनाम् एव यः कर्ता अन्यन्दावस्थायां सः कर्मसंज्ञकः भवति न्यन्दावस्थायां, ते धातवः के इति सूत्रेण एव उक्तमस्ति। गत्यर्थानां बुद्ध्यर्थानां प्रत्यवसानार्थानां शब्दकर्मकाणाम् अकर्मकाणां च धातूनाम् अण्यन्तावस्थायां यः कर्ता सः अण्यन्तावस्थायां कर्मसंज्ञकः भवति, नाम धातुपाठे ये धातवः गत्यर्थाः, गत्यर्थकाः, बुद्ध्यर्थकाः, प्रत्यवसानार्थकाः, शब्दकर्मकाः, अकर्मकाः, तेषां सर्वेषां ग्रहणम् अनेन सूत्रेण भवति, येन प्रयोज्यकर्ता कर्मत्वं प्राप्नोति इति। अत्र गतिबुद्ध्यवस्थान शब्दकर्म कर्मणा कर्ममणि कर्ता सणौ इति सूत्रे गत्यर्थदान दातुन बुद्ध्यर्थान् एवं प्रत्यर्थानां प्रत्यवसानार्थान् धातुः दातवः एवं शब्दकर्मकः एवम् अकर्मकाः एतेषां धातूनां हेतुमतिश्च इति सूत्रेण अन्यन्तावस्था यथा प्राप्तः तत्र यत् या कर्ता उल्लेखिता भवति क्रियया एता एतेषु धातुषु धातु एतेषु धातवः उपयुज्य तेषां कर्मसंज्ञकः भवति इति। तत्र नामदातः धातुपाठे ये धातवः इति गत्यर्थकाः, बुद्ध्यर्थकाः, प्रत्यवसनार्थकः, भोजनार्थकः इत्यपि शब्दकर्मकाः इत्युक्ते यदा नृत्यं कारयति, वेदं पाठयति इत्यादि अकर्मकाः, यत्र कर्म न सम्भवति ते दातवः कां सूचयति किम् इति कृत्वा कर्तारं सूचयति चेत् तादृशकर्ता कर्मसंज्ञा भवति प्रयोज्यकर्ता भूत्वा इति एव अस्ति. प्रयोज्यकर्ता कर्मत्वं प्राप्नोति इति अस्ति. तत्र प्रयोज्यकर्ता भवति न तु प्रयोजककर्ता. समीचीनं तर्हि इदानीं किञ्चित् अग्रे गच्छामः. तत्र शोभाभगिनी अग्रे न श्रूयते भगिनि किञ्चित् इदानीं श्रूयते अग्रे. तत्र गम् इण्ड् छल् इत्यादयः धातवः गत्यर्थकाः. बुद् न विद् इत्यादयः धातवः नानार्थकाः सन्ति. प्रत्ययवसानम् इत्यस्य अर्थः भक्षणम् इति. भक्ष अश् भुज् इत्यादयः धातवः भक्षणार्थकाः सन्ति. शब्दकर्मकाः नाम तादृशधातवः यस्य कर्मशब्दः. अकर्मकधातुः नाम तादृशधातुः यस्य फलव्यापारयोः आशयः एकः एव भवति. एतेषां गत्यर्थकानां बुद्ध्यर्थकानां शब्दकर्मकानाम् अकर्मकानाश्च धातूनां यः कर्ता अण्यन्त अवस्थायां सः कर्ता प्रेरणार्थक्रियायां कर्म भवति. गतिबुद्धिप्रत्ययवसानार्थशब्दकर्माकर्मणाम् अणि कर्ता स णौ इति सूत्रं केवलम् उक्तानां परिगणितानां धातूनां कृते एव कार्यं करोति इति स्मर्तव्यम्. तत्र इदानीं कानिचन उदाहरणानि धातूनां. गम् इण् छल् इत्यादयः गत्यर्थकाः भवन्ति सूचयन्ति. बुद्ध न विद् इत्यादयः ज्ञानार्थके भवन्ति. प्रत्ययवसानम् इत्यस्य अर्थः भक्षणं खादनम् इति भवति. भक्ष अश् भुज् इत्यादयः धातवः तेषु अर्थेषु भवन्ति. तेषामपि तत्र अन्वयः भवति. शब्दकर्मकाः इत्युक्ते तत्र शब्दः एव कर्म इति. यथा सः पाठं श्रावयति अथवा पाठं पठति. तत्र पाठम् अथवा कथाम् इति शब्दः भवति चेत् तदेव कर्म भवति इति. अतः तत्र शब्दः एव कर्म इति उच्यते. अपि च अकर्मकधातुः इत्युक्ते फलव्यापारयोः आशयः एकः एव भवति इति. इत्युक्ते तत्र यथा माता पचति तत्र तत्र वृक्षः वर्धते इत्यत्र वृद्धधातुः अकर्मकधातुः. तत्र तु वर्धनक्रियायाः अपि च वर्धनम् इति फलस्य आशयः वृक्षः एव. तत्र फलव्यापारयोः आशयः एकः एव इति वक्तुं शक्नुमः. अतः तत्र अकर्मकधातुः. सकर्मकधातुः अस्ति चेत् फलव्यापारयोः आशयः एकः एव न भवति. तत्र तु व्यापारः कर्तरि भवति. फलं व्यापारः अस्तु. तत्र अकर्मकः इत्युक्ते कर्तरि एव. सकर्मकः इत्युक्ते व्यापारः कर्तरि भवति. फलम् अन्यत्र अन्ये भवति. अतः तत्र किं भगिनि फलं कर्मणि हा फलं कर्मणि भवति. हा यथा तत्र माता ओदनं पचति इत्युक्ते तत्र ओदनम् इत्यत्र फलं भवति. तत्र विकीर्तिः इति एव फलम् ओदनस्य अथवा तण्डुलस्य. अपि च एतेषां गत्यर्थकानां बुद्ध्यर्थकानां शब्दकर्मकानाम् अकर्मकानां च धातूनां यः कर्ता अण्यन्त अवस्थायाम् इत्युक्ते अण्यन्त इत्युक्ते कर्तरि इत्युक्ते तत्र निजन्तवाक्यं नास्ति. अण्यन्त अवस्थां यः कर्ता अस्ति सहकर्ता प्रेरणार्थे क्रियायां कर्म भवति. सहकर्ता अण्यन्त अवस्थायां स्वतन्त्रः स्वतन्त्र शुद्धकर्ता इति वक्तुं शक्नुमः. प्रेरणार्थे प्रेरणार्थकक्रियायां कर्म भवति इत्युक्ते तत्र बालः पाठं पठति, माता इदानीं बालं पाठयति, पाठं पाठयति इति वाक्ये प्रेरणार्थकक्रिया भवति, तत्र प्रयोज्यकर्तुः कर्मसंज्ञा भवति. अतः बालकम् अथवा बालम् इति कर्मसंज्ञा भवति. तत्र यः अण्यन्त अवस्थायां तस्मिन् वाक्ये कर्ता अस्ति. अपि च गतिबुद्धिप्रत्ययोसानार्थशब्दकर्मा कर्मकाणाम् अणि कर्ता स णौ इति सूत्रं केवलम् उक्तानां परिगणितानां धातूनां कृते एव कार्यं करोति इति स्मर्तव्यम् इति. इत्युक्ते तत्र नियमसूत्रमस्ति, नियमस्य सीमां करोति एतेषां धातूनां कृते एव. अन्यत्र तु कर्मपदस्य प्रसक्तिः एव नास्ति, तत्र तु तृतीया एव भवति इति अर्थः तत्र. समीचीनं, समीचीनं, सम्यक्तया उक्तं. धन्यवादः, धन्यवादः. इदानीं सूर्यकुमारी भगिनी अग्रे पठति वा? आं भगिनि, लिख् दातु प्रेरणार्थे विवक्षायां तत्र एव भगिनि प्रेरणार्थस्य विवक्षायां प्रक्रिया एवं लिख् धातुः अस्ति. भुवादयो धातवः इत्यनेन लिक् इत्यस्य धातुसंज्ञा भवति. हेतुमती च इत्यनेन निच् विधानं भवति. लिक् योगः निच् तत्र निर्बन्धरूपम् उक्तः. चुटु हलन्त्यं तस्य लोपः इत्यनेन इ एव अवशिष्यते. लिक् योगः इ तत्र उपदा ह्रस्व इकार अस्ति. पुगन्तलघुपदस्य इत्यनेन उपदायां लघु इकः गुणः आर्धधातुकप्रत्यये परे सार्वधातुक अर्धधातुकयोः इति सूत्रेण. लिखि क्षम्यतां लेखि इति वर्णमेलनेन गुणवर्णमेलनेन लेखी भवति. लेखी धातुः धातुसंज्ञा भवति सनाद्यन्तधातवः इति सूत्रेण. लट् विवक्षायां प्रथमपुरुषस्य एकवचने ति प्रत्यय आयाति. कर्त्रि सेप् इत्यनेन सेप् आयाति. लेखियोगः सेप् योगः ति अनुबन्धलोपे आ एव अवशिष्यते. लेखियोगः आयोगः ति तत्र लेखी अन्य अन्त्य ह्रस्व इकारः अस्ति. सेप् प्रत्यय पित् अस्ति. सार्वधातुक अर्धधातुकयोः इत्यनेन गुण भवति. लेखे भवति. लेखे योगः आयोगः ति तत्र सन्धिकार्यं भवति. यचोयवायावः इति सूत्रेण ऐ आदेशः भवति. लेखया योगः आ लेखया भवति. लेखया योगः ति वर्णमेलनेन लेखयति भवति. तदेव भगिनि. हा समीचीनं भगिनि, सम्यक्. अतः इयं प्रक्रिया तु वयं इमां प्रक्रियां वयं जानीमः खलु. नूतनं किमपि नास्ति. अस्तु भगिनि, सम्यक्, धन्यवादः. तर्हि इदानीम् अग्रे विनय महोदय. आं भगिनि, कति बुद्धि प्रत्यवसानार्थशब्दकर्म कर्मकाणामणि कर्तासणौ इति सूत्रेण पर्यन्त अवस्थायां यः कर्ता प्रयोज्यकर्ता सः पर्यन्त अवस्थायां कर्मसंज्ञा प्राप्नोति इति जानीमः. तदनन्तरं कर्मसंज्ञाम् आश्रित्य कर्मणि द्वितीया इत्यनेन प्रयोज्यकर्तुः द्वितीया विभक्ति विधीयते. कर्मणि द्वितीया इति सूत्रस्य अवगमनार्थं ज्ञातव्यं यत् कर्मसंज्ञा इति काचित् संज्ञा विधीयते व्याकरणे. यस्य कर्मसंज्ञा विहिता तस्य अनविहिते द्वितीया विभक्ति भवति इति नियमः. अनविहिते अनुक्त, अनविहिते नाम अनुक्त इत्यर्थः. केन अनुक्तम् इत्युक्ते प्रश्नः, प्रत्यय आधारेण अनुक्तं भवति. यस्मिन् अर्थे प्रत्ययः विधीयते सः उक्तः भवति. यदि प्रत्ययः कर्तर्थकविहितः अस्ति तर्हि कर्ता तत्त्वेन उक्तः भवति. यदि प्रत्ययः कर्मार्थ भवति अस्ति तर्हि कर्म उक्तं भवति. यदि प्रत्ययः भावार्थ भवति अस्ति तर्हि कर्ता अपि अनुक्तः अस्ति, कर्म अपि अनुक्तः भवति. यत् उक्तं तस्य प्रथमविभक्ति भवति इति सामान्य नियमः. यत् अनुक्तं तस्य विभक्तिविधानं भवति कारकम् आश्रित्य. अनुक्ते कर्तृकारके तृतीयाभक्ति तृतीयविभक्तिः भवति. अनुक्ते कर्मकारके द्वितीयाभिभक्ति भवति. अनुक्ते करणकारके तृतीयाभिभक्ति भवति. अनुक्ते सम्प्रदानकारके चतुर्थी विभक्तिः भवति. अनुक्ते अपादानकारके पञ्चमी विभक्ति भवति. अनुक्ते अधिकरणकारके सप्तमी विभक्ति भवति. एतत् सामान्य व्यवहारः इति अवगन्तव्यम्. तावत् वदतु महोदय. वयं जानीमः उक्त अनुक्त सम्बन्धे यदि प्रत्ययः कर्तर्थक अस्ति तर्हि प्रत्ययः कर्तर्थक अस्ति तर्हि कर्ता उक्त अस्ति. यदि प्रत्ययः कर्मार्थक अस्ति तर्हि कर्म उक्त अस्ति. यदि प्रत्ययः भावार्थक अस्ति तर्हि भावार्थक सम्बन्धे यदि वयं वदामि कर्मक तु अन्यविषयः, परन्तु यदि भावार्थक अस्ति तर्हि भावार्थसम्बन्धे भावार्थसम्बन्धे कर्ता कर्मकरणं वयं जानीमः, परन्तु भावार्थसम्बन्धे अनुक्तः कः अस्ति अहं केवलं चिन्तयामि. भावार्थसम्बन्धे प्रत्ययः भावार्थे अस्ति चेत् कर्म कर्ता किमपि न उक्तं, केवलं क्रिया एव तत्र भावः इत्यनेन क्रियाम् एव जानीमः. कर्म न उक्तं, केवलं क्रिया सम्बन्धे जानीमः. परन्तु यदि वयं अग्रे कारकसम्बन्धे यदि कारककरण अस्ति तर्हि करण उक्तः. यदि सम्प्रदान अस्ति सम्प्रदान उक्तः अस्ति तर्हि सम्प्रदान किं सम्प्रदानम् अस्ति चेत् किम् उक्तं तत्र, कथं जानीमः सम्प्रदानम् उक्तमिति? सम्प्रदानकारकम् अस्ति चेत् उक्तमिति वा? हा, सम्प्रदानकारक चतुर्थी भक्तिसम्मते अस्ति। तर्हि यदि वाक्ये किञ्चित् अहं वक्तुम् इच्छामि, यदि एतावता यदुक्तं समीचीनं महोदय, एतावता यदुक्तं समीचीनं, परन्तु तत्र सम्प्रदानकारके चतुर्थी विभक्तिः भवति इति आरभ्य किञ्चित् वक्तुम् इच्छामि। न, यदि केवलं अत्र चिन्तयामि, यदि वाक्ये चतुर्थी विभक्ति आधारेण सम्प्रदान अस्ति, तर्हि सम्प्रदान यदि उक्ता अस्ति तर्हि यथा सम्प्रदान यथा चतुर्थी भक्ति वक्ति अहं ब्राह्मणाय धनं नास्ति, तत्र उक्तः नास्ति, उक्तः अस्ति चेत् चतुर्थी विभक्तिः न भवति, अतः अहं किञ्चित् वदामि। बहु समीचीनम्, एतावता यद् उक्तं बहु सम्यक्। तर्हि प्रथमतया कारकम् इति वयं जानीमः वा, कारकं नाम किम् इति? धातु आधारेण कारक निष्पन्नः, क्री धातु आधारेण कारकशब्द कः प्रत्ययः? प्रत्ययः अत्र वयं जानीमः, प्रत्ययः अस्ति णवुल् अस्ति, णवुल् प्रत्ययः अस्ति, धातु क्री अस्ति, तर्हि कारकं भवति, कारकं भवति। कारकम् इत्युक्ते यद्यत् क्रियां जनयति, पठति इति वयं वदामः चेत् पठनक्रियां यद्यत् जनयति तस्य तेषां सर्वेषामपि कारकम् इति संज्ञा भवति। इत्युक्ते पठनक्रियां जनयितुं कर्ता भवति, अनन्तरं पठनक्रियया तत्र कर्म भवति, तत्र पठनक्रियां कर्तुं तत्र करणमस्ति चेत् करणमपि भवितुमर्हति इति। एवं रीत्या क्रियां जनयितुं तत्र यद्यत् क्रियां जनयति तस्य तेषां सर्वेषामपि कारकम् इति संज्ञा भवति। तर्हि यथा कर्तृकारकं, कर्मकारकं, करणकारकं, तत्र किं सप्रदानकारकम्, अपादानकारकम्, अधिकरणकारकं, तत्र षष्टि इत्यस्य कारकसंज्ञा नास्ति, षष्टि इत्यस्य अपि कारकं भवति इति भिन्नवार्ता, इति भिन्नवार्ता। सामान्यतया षष्ट्यन्तस्य सामान्यतया सम्बन्धार्थे अस्ति, अतः षष्ट्यन्तस्य कारकं नास्ति, परन्तु कर्तृकारकं, सामान्यतया कर्तृकारकस्य प्रथमाविभक्तिः वयं पश्यामः लटि, कर्तृकारकम्। अनन्तरं कर्मकारकम् अस्ति चेत् द्वितीयाविभक्तिः इति वयं पश्यामः, करणकारकम् इति चेत् तृतीयाविभक्तिः, सम्प्रदानकारकम् इत्युक्ते चतुर्थी विभक्तिः, यस्मै किमपि दीयते तस्य सम्प्रदानं चतुर्थी विभक्तिः, अपादानं पञ्चमीविभक्तिः, अनन्तरम् अधिकरणं सप्तमीविभक्तिः इति। एवं रीत्या कारकाणि भवन्ति अत्र। तत्र कुत्र का विभक्तिः भवति इति महान् विषयः अस्ति, कुत्र का विभक्तिः भवति इति तत्र रेण्डम् नास्ति, कुत्र का विभक्तिः इति रेण्डम् नास्ति, तत्र विज्ञानं वर्तते। कीदृशविज्ञानम् इति चेत् तत्र प्रथमतया यदि वयं किमपि वाक्यं वयं वदामः तत्र तिङ्गन्तपदस्य प्रयोगः भवति नो चेत् कृदन्तपदस्य प्रयोगः भवति खलु। सामान्यतया वाक्ये तु क्रियां बोधयितुं तिङ्गन्तपदस्य प्रयोगः, कृदन्तपदस्य प्रयोगः एवं रीत्या भवति। तत्र यत्र यत्र प्रत्ययः अस्ति, तिङ्गन्तपदस्य यत्र तिङ् प्रत्ययः अस्ति अथवा यत्र कृत् प्रत्ययः अस्ति, तर्हि एतेषां सर्वेषां प्रत्ययानां कश्चन अर्थः भवति, प्रत्ययस्य अर्थः भवति। इत्युक्ते एवमेव प्रत्ययस्य योजनं न भवति धातुतः, तस्य कश्चन अर्थः भवति। सर्वदा अस्माकं प्रश्नः भवति अयं प्रत्ययः कस्मिन् अर्थे विहितः अस्ति इति प्रश्नः स्यात्। तर्हि तिङ् तत्र लटि इति वयं वाक्यं वदामः, पठति बालकः पठति पठति इत्यत्र तिङ् प्रत्ययः कस्मिन् अर्थे विहितः अस्ति? यदि तिङ् वर्तमाने लति इति कालः अस्ति खलु, मम प्रश्नः प्रत्ययस्य अर्थः कः? प्रत्ययस्य अर्थः अस्ति पठति कर्तृत्व सम्बन्धे भवति, तिङ् प्रत्ययः कर्तृक् अस्ति अथवा पठति कर्तृक् सम्बन्धे अस्ति. सत्यं, तर्हि पठति इत्यत्र तिङ् प्रत्ययः कर्त्रार्थे विहितः अस्ति, अतः एव कर्तरी प्रयोगः इति वदामः. इदानीं बालकेन पठ्यते इति वदामः, अत्र तिङ् प्रत्ययस्य कः? बालकेन पुस्तकं पठ्यते इत्यत्र तिङ् प्रत्ययस्य कः अर्थः? न, अत्र बालकेन पुस्तकं पठ्यते, न पठ्यते, पठ्यते कर्मणि अर्थः, पठ्यते य आत्मनेपदी अपि च य आधारेण पठ्यते निष्पन्नः. अतः कर्मणि सम्बन्धे भावकर्मणि सम्बन्धे पठ्यते भवति. तर्हि पठ्यते तिङ् प्रत्ययः कर्मार्थे अस्ति. अस्तु, इदानीं मीना भगिनी वदतु. मीना भगिनी वदतु, पठनं इति वयं वदामः चेत् तत्र कीदृशप्रत्ययः? नूल् प्रत्ययः, पठनं नूल् प्रत्ययः किल, न्यूल् इति वा, नूल् इति प्रत्ययः वा, ल्युट् खलु, अन इति श्रूयते खलु, ल्युट् प्रत्ययस्य कः अर्थः? तस्य ल्युट् प्रत्ययस्य तस्य गमनम् इति गमनार्थः, तस्य गमन गमनम् इति ल्युट् प्रत्ययः. न न न, मम प्रश्नं शृणोतु. लुट् इदानीं मया उक्तं तिङ् प्रत्ययस्य अर्थः अस्ति कर्तृर्थे अस्ति कर्म अर्थे अस्ति इति उक्तम्. इदानीं पठनम् इत्यत्र यः लुट् युट् प्रत्ययः अस्ति तस्य कः अर्थः? अत्र कर्तृत्वे नास्ति, तत्र कर्मार्थे अस्ति किल, तस्य तस्य कार्यं भवति, पठनस्य कार्यं भवति, पठनस्य कार्यं भवति इत्यस्य कः अर्थः? पठनस्य कार्यं पठनकार्यं भवति इति वदति, पठनकार्यं पठनकार्यं पठनम् इति पठनकार्यं भवति तत्र. न, मम प्रश्नस्य उत्तरं प्रत्ययः कस्मिन् अर्थे अस्ति? कर्त्रार्थे नास्ति इति उक्तं, तर्हि कर्मार्थे अस्ति वा? पठन कर्मार्थे अस्ति वा? माता पाठनं करोति, माता पठनं करोति, कर्मार्थे अस्ति भगिनि, कर्मार्थे अस्ति वा? कर्म किम् अस्ति तत्र? पठनक्रिया इति कर्म तत्र, पठनक्रिया इति उक्तं खलु, भवती पठनक्रिया इति उक्तं, तत्र पठनक्रिया इति कर्म नास्ति. पठनक्रिया इत्युक्ते तत्र भावार्थे अस्ति, क्रियामेव बोधयति. पठनम् इति वयं वदामः चेत् तत्र क्रियां बोधयति, न तु कर्ता, न तु कर्म, न तु अन्यत् किमपि खलु. इदानीं पाठकः इत्यत्र कः अर्थः प्रत्ययस्य, कीदृशप्रत्ययः? तत्र नूल् नूल् प्रत्ययः कस्मिन् अर्थे? पाठकः तत्र कर्त्रार्थे, कर्तृपदं पाठकः, तर्हि तत्र पुरुषः पाठकः, सः पाठकः इति कर्त्रार्थे अस्ति. सम्यक्, कर्त्रार्थे अस्ति इत्यस्य कः अर्थः? प्रथमा विभक्ति भवति, उत्तमम् इति सामान्यज्ञानं, समीचीनम्. इत्युक्ते कर्त्रार्थे अस्ति इति वदामः चेत् अत्र तेन कर्ता उक्तः भवति खलु, पाठकः इत्युक्ते कश्चन पुरुषः पाठकः इति रामः पाठकः इति वदामः चेत् पाठकः अपि च रामः अनयोः कः सम्बन्धः विशेषविशेषपदः विशेषणं किं विशेष्यं किम् रामः इति विशेष्यपदः रामः विशेषणं पाठकः उत्तमं तर्हि तत्र पाठकः इति कर्तृत्वे अस्ति इति कृत्वा कर्ता उक्तः भवति कर्ता उक्तः अस्ति इति कृत्वा कर्तुः प्रथमविभक्तिः प्रत्यय तत्र यः प्रत्ययः अस्ति सः प्रत्ययः कर्तारं बोधयति इति कृत्वा कर्तुः प्रथमविभक्तिः एवमेव तत्र किं पठिता पठिता इत्यत्र कः प्रत्ययः प्रत्ययः किं तृच् तृच् प्रत्ययः कस्मिन् अर्थे पठिता पठिता कस्मिन् अर्थे कर्तृते कर्तृते अस्ति पठिता इति कर्तृते अस्ति अतः तृच् प्रत्ययेन कर्ता उक्तः अस्ति अतः रामः पठिता रामः पठिता अनयोः कः सम्बन्धः तत्रापि विशेषपद एव सत्यं रामः किं रामस्य किं रामः किम् अस्ति रामः विशेषणपदं विशेष्यपदं विशेषणपदं पठिता सम्यक् तर्हि एवं रीत्या अत्र किम् अवगन्तव्यम् इति चेत् प्रत्ययेन किमपि उक्तं भवति यस्मिन् अर्थे प्रत्ययः विहितः अस्ति सः उक्तः भवति तदेव तत्र अभिहितम् इति वदामः अभिहितम् इत्युक्ते उक्तम् इति अर्थः अभिहितं प्रत्ययेन उक्तं यत्र कुत्रापि प्रत्ययेन यत्किमपि उक्तं भवति तस्य प्रथमाविभक्तिः इति नियमः प्रत्ययेन उक्तं चेत् तस्य प्रथमाविभक्तिः पठति इत्यत्र तिङ् प्रत्ययेन कर्ता उक्तः इति कृत्वा कर्तुः प्रथमाविभक्तिः पठ्यते इत्यत्र तिङ् प्रत्ययेन कर्म उक्तम् इति कृत्वा कर्मणः प्रथमाविभक्तिः पठिता इत्यत्र त्रिच् प्रत्ययेन कर्ता उक्तः इति कृत्वा कर्तुः प्रथमाविभक्तिः गच्छन् इत्यत्र कः प्रत्ययः तुमिन् प्रत्ययः गन्तुं नास्ति कस्मिन् अर्थे कस्मिन् अर्थे गच्छन् गच्छन् कर्तृ कर्तृते कर्तृ तर्हि गच्छन् रामः गच्छन् रामः गच्छन् इति वदामः चेत् गच्छन् तर्हि गच्छन् अपि च रामः अनयोः कः सम्बन्धः समानमेव रामः गच्छन् विशेषविशेषपदमेव रामः एव विशेष्यपदं गच्छन् इति विशेष्यपदं विशेषणपदं सम्यक् सम्यक् तर्हि तत्रापि विशेषविशेषपदः इत्युक्ते तत्र सारांशः कः इति चेत् यत्र कुत्रापि प्रत्ययः अस्ति चेत् प्रत्ययस्य कः अर्थः इति प्रश्नः करणीयः तर्हि प्रत्ययेन यत्किमपि उक्तं तस्य प्रथमविभक्तिः भवति कर्तार्थे अस्ति चेत् कर्ता उक्तः कर्मार्थे अस्ति चेत् कर्म उक्तम् अधिकरणार्थे अस्ति चेत् अधिकरणमुक्तं सम्प्रदानार्थे अस्ति चेत् सम्प्रदानमुक्तम् अपदानार्थे अस्ति चेत् अपादानमुक्तं करणार्थे अस्ति चेत् करणमुक्तम् इति एवं रीत्या प्रत्ययस्य अर्थः भवति सर्वदा प्रत्ययस्य अर्थः भवति कुत्रचित् विरलतया प्रत्ययः स्वार्थे भवति यथा तत्र निजन्तचुरादिगणे निच् प्रत्ययः स्वार्थे भवति तत्र प्रत्ययस्य अर्थः नास्ति विशेषः अर्थः नास्ति अन्येषु स्थलेषु सर्वत्र प्रत्ययस्य कश्चन अर्थः भवति तर्हि प्रत्ययेन यदुक्तम् अस्ति यस्मिन् अर्थे प्रत्ययः विहितः अस्ति तत् एव उक्तं भवति इदानीं प्रत्ययेन एकमेव उक्तं खलु कर्त्रार्थे प्रत्ययः अस्ति चेत् कर्ता एव उक्तः अस्ति परन्तु अन्यानि यानि कारकाणि सन्ति तानि सर्वाणि अनुक्तानि खलु इदानीं पठति इति वयम् अहं वदामि चेत् तत्र केवलं कर्ता एव उक्तः अस्ति पठति इत्यत्र तर्हि इदानीं कर्म अस्ति करणमस्ति सप्रदानमस्ति इति अन्यानि कारकाणि सन्ति तानि सर्वाणि अनुक्तानि तिङन्तपदेन तानि न उक्तानि तर्हि एतेषां कारकाणां का गतिः इति चेत् एतेषां सर्वेषां कारकाणाम् एतानि सर्वाणि कारकाणि अनुक्तानि अनभिहितानि अनभिहितानि इति कृत्वा एतेषां सर्वेषां विभक्तिविधानं भवति तत्तत् विभक्ति अथवा सा सा विभक्तिः भवति इत्युक्ते कर्मपदम् अनुक्तं चेत् द्वितीयाविभक्तिः भवति करणम् अनुक्तं चेत् तृतीयाविभक्तिः भवति कर्ता अनुक्तं चेत् कर्ता अनुक्तः चेत् तत्र तृतीयाविभक्तिः भवति सम्प्रदानम् अनुक्तं चेत् चतुर्थीविभक्तिः भवति अपादानम् अनुक्तं चेत् पञ्चमीविभक्तिः भवति अधिकरणम् अनुक्तं चेत् सप्तमीविभक्तिः भवति अतः यत्र यत्र विभक्ति एतादृशविभक्तिविधानं भवति द्वितीया तृतीया चतुर्थी इत्यादयः तत्र सर्वत्र वयम् अवगन्तुं शक्नुमः तत्र प्रत्ययेन अनुक्तः अस्ति इति वयम् अवगन्तुं शक्नुमः यत्र प्रत्ययेन किमपि उक्तम् अस्ति चेत् तस्य प्राधान्यं भवति वाक्ये इत्युक्ते तस्य एव क्रियया सह अन्वयः भवति यद्यद् उक्तमस्ति साक्षात् तस्य अन्वयः भवति डैरेक्ट् रिलेशन्शिप् भवति अन्यानि यानि कारकाणि सन्ति तेषामपि क्रियया सह सम्बन्धः अस्ति परन्तु साक्षात् सम्बन्धः नास्ति इत्युक्ते कर्तृद्वारा अथवा यत् प्रधानमस्ति तस्य द्वारा सम्बन्धः भवति इति कृत्वा तत्र अभिहितम् अनभिहितम् इति द्वयमस्ति अभिहितम् अनभिहितम् अभिहितम् इत्युक्ते उक्तं प्रत्ययेन यदुक्तमस्ति तद् अभिहितम् अभिहितम् अस्ति चेत् प्रथमा विभक्तिः इति नियमः प्रत्ययेन अनभिहितम् इत्युक्ते अनुक्तम् अनुक्तं चेत् तदानीं विभक्तिविधानं भवति संज्ञां कारकसंज्ञाम् आश्रित्य विभक्तिविधानं भवति अत्र तत्र कारकं किम् अस्ति कर्मकारकं वा करणकारकं वा अधिकरणं वा सम्प्रदानं वा यत्किमपि कारकमस्ति तादृशकारकम् आश्रित्य विभक्तिविधानं तत्र भवति इति अयं सामान्यविषयः अत्र सारांशरूपेण उक्तमस्ति एतादृशविवरणस्य अपि च तत्र अस्य इद अत्र यः पाठः अस्ति तस्य तयोः कः सम्बन्धः इति चेत् अत्र गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्तासनौ इत्यनेन य प्रयोज्यकर्तुः कर्मसंज्ञा विधीयते इति उक्तं तर्हि कर्मसंज्ञायाः प्रयोजनं किम् इति चेत् अनभिहिते कर्मणि द्वितीयाविभक्तिः भवति इति वक्तुं तर्हि अनभिहिते इत्यस्य अर्थः कः इति चेत् अनुक्तं प्रत्ययेन अनुक्तं तत्र बालकः रामं ग्रामं गमयति इति वदामः चेत् तत्र रामम् इत्यत्र गमयति इति सिङ्गन्तपदेन रामः न उक्तः गमयति इति तिङ्गन्तपदेन बालकः एव उक्तः अतः बालकः इत्यस्य प्रथमाविभक्तिः बालकः गमयति तर्हि इदानीम् अन्यपदद्वयं वर्तते ग्रामम् इति यत् पदमस्ति ग्रामः इति पदम् अनन्तरं तत्र किं रामः इति पदमस्ति रामः प्रयोज्यकर्ता अस्ति तत्र गम् धातुः गत्यर्थकधातुः इति कृत्वा रामः इत्यस्य कर्मत्वं भवति ग्रामः इति तु शुद्धकर्म अस्ति तर्हि द्वयोः अपि कर्मसंज्ञा अस्ति तर्हि एतादृशसन्दर्भे द्वयमपि कर्मकारकं द्वयमपि गमयति इत्यत्र तिङ् प्रत्ययेन अनुक्तं वर्तते इति कृत्वा द्वयोः कर्मणि द्वितीयाचने द्वितीयाविभक्तिः भवति एवमेव अन्येषु वाक्येषु अपि चिन्तनीयं भवति प्रत्ययेन किम् उक्तम् अनुक्तं चेत् किं भवति इति एवं रीत्या वयं चिन्तयामः चेत् अस्माकं वाक्यार्थज्ञानं बहु सम्यक् भवति अस्तु कोऽपि प्रश्नः अवगतं वा मम श्रूयते वा आं भगिनि श्रूयते अस्तु समीचीनं धन्यवादः भगिनी मीना भगिनि इदानीम् अग्रे वयं गच्छामः तर्हि इतः अग्रे कृत् प्रत्ययः भावार्थे प्रयुक्तः इति विजयलक्ष्मी भगिनी पठतु आं भगिनी पठामि कृत् प्रत्ययः भावार्थे प्रयुक्तः चेत् कर्ता तत्तु अभवत् खलु किम् तदेव विनयमहोदयेन पठितं खलु न तद् न पूर्वस्मिन् पूर्वपरिच्छेदः अस्ति तत् इदं न पठितम् कृत् प्रत्ययः भावार्थे प्रयुक्तः चेत् कर्ता कर्म च अनुक्तं भवतः अतः कृत् प्रत्ययस्य योगे सामान्यतया कर्तुः कर्मणः च षष्ठी विभक्तिः भवति यथा कृष्णस्य कृतिः इत्यत्र कर्तुः कृष्णस्य षष्ठी भवति कृतिः इति कृत् प्रत्ययान्तस्य योगे कृष्णः जगतः कर्ता इत्यत्र कर्मणः जगतः षष्ठी भवति कर्ता इति कृत् प्रत्ययान्तस्य योगे कृष्णस्य कृष्णेन जगतः कृतिः इत्यत्र कर्तुः विकल्पेन षष्ठी भवति कर्मणः जगतः नित्यं षष्ठी भवति कृतिः इति भावार्थकस्य कृत् प्रत्ययस्य योगे कृतिः इति कृत् प्रत्ययान्तः भावार्थे अस्ति इति कृत्वा कर्ता अपि अनुक्तः कर्म अपि अनुक्तम् अनुक्ते तु कर्तुः तृतीया स्यात् कर्मणः द्वितीया स्यात् परन्तु तु अत्र अपवादत्वेन कर्मणः नित्यं षष्ठी भवति कर्तुः विकल्पेन षष्ठी भवति यस्मिन् पक्षे षष्ठी नास्ति तस्मिन् पक्षे अनुक्ते कर्तुः तृतीया एव भवति बहु कन्फ्यूजन् कृत् प्रत्ययः भावार्थे यदि प्रयुक्तः भवति तदा तत्र कर्ता कर्म द्वयोः तत्र अनभिहिते इति एव भवति यतोहि भावार्थे केवलं क्रियापदस्य एव किं भवति अभिहितं भवति इति वा क्रियामेव बोधयति अतः तत्र कृत् प्रत्ययः किमपि अभिहितं न भवति किमपि अभिहितं न भवति कर्तापि न अभिहितं कर्म अपि न अभिहितं कर्तापि न अभिहितः कर्म अपि न अभिहितम् अतः कृत् प्रत्ययस्य योगे सामान्यतया कर्तुः कर्मणः च षष्ठीविभक्ति भवति यथा अत्र उदाहरणरीत्या दत्तमस्ति कृष्णस्य कृतिः अत्र कृतिः इति कृत् प्रत्ययान्तः तस्य कीदृशप्रत्ययान्तः तत्र मतिः तिन् तिन् इति स्त्री प्रत्ययान्तः कस्मिन् अर्थे भवति तिन् प्रत्ययः स्त्रीत्वे तत्र मति कृति भक्ति कस्मिन् अर्थे अस्ति इति अर्थे वा अस्ति इति अर्थे वा इत्युक्ते कः न न अस्ति नास्ति मतिः बुद्धिमतिः योगे तत्र कर्ता उक्तः वा कर्म उक्तं वा कर्ता एव उक्तः मतिः मतिः यस्य अस्ति सः सामान्यतया पाठः सम्यक् अवगम्यते इदानीं कर्त्रार्थे अस्ति चेत् कर्तुः का विभक्तिः भवेत् मतिः यस्य अस्ति मतिः यस्य अस्ति यस्य अस्ति यः मतेः ओनर् अस्ति सः तु षष्ठ षष्ठ्यां षष्ठीविभक्त्याम् अस्ति अतः अनेन किं ज्ञायते अनेन किं ज्ञायते सम्बन्धः ज्ञायते कस्य मतिः अस्ति इति ज्ञायते न न न मतिः इति कर्त्रार्थे अस्ति चेत् कर्तुः का विभक्तिः भवेत् प्रथमविभक्ते कर्ता भवति प्रथमाविभक्तिः भवति खलु आम् आम् परन्तु भवत्याः वाक्ये तु यस्य मतिः इति उक्तं खलु सत्यम् अतः कर्त्रार्थे नास्ति इति अवगम्यते सत्यम् मतिः इति भावार्थे अस्ति क्रिया करेक्ट् भावार्थे अस्ति भावार्थे अस्ति इत्युक्ते अत्र अत्र इदं तु अनेन साक्षात् सम्बन्धः नास्ति परन्तु अस्माकम् अवगमनार्थम् अत्र उक्तमस्ति सामान्यतया पठनम् इत्यत्र यः यत् यः लुट् प्रत्ययान्तशब्दः अस्ति ल्युट् ल्युट् प्रत्ययः अपि भावार्थे अस्ति खलु तर्हि ल्युट् प्रत्ययं पठनमिति स्वीकृत्य एकं वाक्यं वदतु पठनं बालकः पठनं न पाठशालां पठनं करोति इति वा बालकः पाठशालां गत्वा पठनं करोति अस्तु बालकः पाठशालां गत्वा पठनं करोति अस्तु इति अस्तु बालकः पाठशालां गत्वा पठनं करोति इदानीं पठनमिति तु कृधातुः कर्मरूपेण प्रयुक्तः अस्ति परन्तु तथा अकृत्वा तत्र इदानीं पठति इति वाक्यं स्वीकृत्य वदतु वाक्यं बालकः पाठशालां गत्वा पठति पाठशालां गत्वा सर्वं त्यजतु बालकः पुस्तकं पठति बालकः पुस्तकं पठति बालकः पुस्तकं पठति इत्यत्र इदानीं पठति इत्यस्य स्थाने पठनम् इति स्थापयतु पठनं स्थापयति चेत् वाक्यं कथं भवति बालकः पुस्तकं बालकस्य पठनं न बालकस्य पठनं बालकस्य पुस्तकस्य सोरि पुस्तकस्य पठनं पुस्तकस्य पठनम् इति वयं सामान्यतया वयं पश्यामः खलु यत्र तु युडन्तप्रत्ययः अस्ति तस्य योगे तत्र षष्ठीविभक्तिः एव दृश्यते खलु सत्यं सामान्यतया वयं व्याकरणं न जानीमः चेदपि अस्माकं वाक्येषु युडन्तप्रत्ययस्य योगे तु सर्वदा षष्ठीविभक्तिः एव दृश्यते खलु अतः तत्र षष्ठीविभक्तिः कथं जायते इति चेत् तत्र ल्युट् यत्र प्रत्ययः भावार्थे अस्ति कृत् प्रत्ययः भावार्थे अस्ति चेत् कर्मकर्ताद्वयमपि अनुक्तं भवति कर्ताकर्मद्वयमपि अनुक्तं भवति खलु अनुक्तं चेत् तत्र कर्तुः अनुक्तकर्तुः का विभक्तिः भवेत् अनुक्तकर्तुः तृतीया भवेत् तृतीया भवेत् अनुक्तकर्मणः का विभक्तिः भवेत् द्वितीया इति सामान्यव्यवहारः परन्तु कृत् प्रत्ययस्य योगे विशेषः अस्ति कृत् प्रत्ययस्य योगे विशेषः कः इति चेत् अनुक्तकर्मणि षष्ठीविभक्तिः अनुक्तकर्तरि अपि षष्ठीविभक्तिः भवति परन्तु एकस्मिन्नेव वाक्ये अनुक्तकर्म अनुक्तकर्ता द्वयमपि अस्ति चेत् तदानीं कर्मणः नित्यरूपेण षष्ठी भवति कर्तुः विकल्पेन षष्ठी भवति एकस्मिन् पक्षे षष्ठी एकस्मिन् पक्षे तृतीयाविभक्तिः इदानीं भवती उक्तवती बालकः पुस्तकं पठति इदानीं पठति इत्यस्य स्थाने पठनम् इति अस्ति इदानीं पठनम् इति युडन्तकृत्प्रत्ययान्तशब्दः अस्ति इदानीं तत्र बालकः इति कर्ता अस्ति पुस्तकम् इति कर्म अस्ति तर्हि पुस्तकमित्यस्य का विभक्तिः भवेत् इदानीं कृत् प्रत्ययस्य योगे पुस्तकस्य षष्ठी पुस्तकस्य, यद्यपि पुस्तकमिति कर्म अस्ति परन्तु द्वितीयाविभक्तिः न भवति परन्तु षष्ठी भवति, पुस्तकस्य पठनम्। इदानीं कर्तुः बालकः, तस्य का विभक्तिः भवेत्? बालकेन इति भवति, तृतीयाविभक्तिः भवेत्, परन्तु तत्रापि विकल्पेन षष्ठी भवति, अतः बालकस्य पुस्तकस्य पठनम् इति भवेत्, नो चेत् बालकेन पुस्तकस्य पठनम् इति भवेत्। ओ, इदानीं बालकः गच्छति इति वयं, इति सामान्यवाक्यमस्ति, बालकः गच्छति, गच्छति इत्यस्य स्थाने ल्युडन्तशब्दं स्थापयतु, गमनं, गमनं, तर्हि बालकः इति कर्ता अस्ति, कर्तुः का विभक्तिः भवेत्? बालकेन इति सामान्यव्यवहारः, परन्तु तत्र ल्युडन्तमस्ति खलु, कृत् प्रत्ययः, बालकस्य, बालकस्य गमनं, बालकस्य गमनं, तत्र तु तस्मिन् वाक्ये तु केवलं कर्ता एव अस्ति, अतः कर्तुः षष्ठीविभक्ति एव भवति, तृतीया न भवति, बालकस्य गमनम् इति एव भवति। इदानीं मम वाक्यमस्ति ग्रामं गच्छति, कर्तुः प्रयोगः नास्ति मम वाक्ये, ग्रामं गच्छति, इदानीं तत्र ल्युडन्तपदं स्थापयतु, वदतु वाक्यं, ग्रामस्य गमनम्, ग्रामस्य गमनम् इति भवति, ग्रामस्य गमनम् इति वाक्यं भवति, तत्र ग्रामः कर्म अस्ति, तस्य षष्ठीभक्तिः भवति, अतः कृत् प्रत्ययस्य योगे कर्तुः कर्मणः च षष्ठीभक्तिः भवति, परन्तु एकस्मिन् वाक्ये एव कर्ता कर्म द्वयमपि अस्ति चेत् तदानीं कर्मणः नित्यरूपेण षष्ठी भवति, कर्तुः विकल्पेन भवति। तर्हि इदानीम् अत्र वाक्यं किम् उक्तमस्ति इति चेत् कृष्णस्य कृतिः इति वाक्यमस्ति, कृष्णस्य कृतिः, तदेव वाक्यम् इदानीं लटि वदतु, कृष्णः करोति, कृष्णः करोति इति वाक्यमस्ति, तत्र कृतिः इति तिन् प्रत्यान्तशब्दः अस्ति, तिन् प्रत्ययस्य, तिन् प्रत्ययः भावार्थे अस्ति, कर्त्रार्थे नास्ति, कर्मार्थे नास्ति, भावार्थे अस्ति, अतः भावार्थे अस्ति चेत् कर्ता अनुक्तः अस्ति, कर्म अपि अनुक्तम्, अतः कृष्णः करोति इत्यस्य, करोति इत्यस्य स्थाने कृतिः इति अहं स्थापयामि चेत् तत्र कृष्णः इत्यस्य षष्ठीविभक्तिः भवति, कृष्णस्य कृतिः इत्यस्य अर्थः कः इति चेत् कृष्णः करोति इत्येव अर्थः। इदानीं तत्र अन्यत् वाक्यमस्ति, कृष्णः जगतः कर्ता इति वाक्यं, तस्य लटि किं भवति वाक्यम्? कृष्णः जगतस्य, जगतः जगतः जगति जगान्ति, जगतः इत्येव द्वितीया विभक्ति अपि भगिनि, षष्ठीविभक्तिः, जगत् जगत् जगत् जगत् कृष्णः जगत् जगतः कर्ता इति कृष्णः कर्ता इति अत्र तत्र कस्मिन् अर्थे विहितः अस्ति प्रत्ययः? तत्र तृच् अस्ति, तृच् कर्तृर्थे अस्ति, अत्र कृष्णः एव कर्ता, अतः कृष्णः, कृष्णः कर्ता अनयोः विशेषणविशेष्यभावः अस्ति, अतः तृच् कर्ता, तत्र प्रत्ययः कस्मिन् अर्थे? कर्तुः अर्थे अस्ति, कर्तृर्थे अस्ति, कर्तृर्थे अस्ति, अतः अतः कर्ता, कर्ता प्रथमविभक्ति, उक्तः भवति खलु, उक्तः अस्ति, इदानीं कृष्णः कर्ता अनयोः तत्र लटि वाक्यं किं भवति? कृष्णः जगतः कर्ता, लटि वाक्यं, कृष्णः जगत् करोति इति भवति वा? कृष्णः जगत् करोति इति वाक्यं, सम्यक्, कृष्णः जगत् करोति, जगत् इति कर्म अस्ति वाक्ये, कृष्णः जगत् करोति इति वाक्यं, तत्र करोति इत्यस्य स्थाने कृतिः इति अहं अथवा कर्ता इति स्थापयामि चेत् करोति इत्यस्य स्थाने, इदानीं कर्ता इति विशेषणमस्ति कृष्णः इत्यस्य, अतः कर्ता इत्यनेन कृष्णः उक्तः इति कृत्वा कृष्णस्य प्रथमाविभक्तिः कृष्णः कर्ता. इदानीं जगत् इति यत् पदमस्ति कर्मपदमस्ति तत्र कृ धातोः कर्मपदमस्ति जगत् तत्र कर्ता इत्यनेन अनुक्तमस्ति जगत् इति अनुक्तमस्ति तर्हि अनुक्तकर्मणि सामान्यतया द्वितीयविभक्तिः भवति परन्तु अत्र कृदन्तस्य योगे षष्ठीविभक्तिः भवति अतः कृष्णः जगतः कर्ता इति अस्ति तत्र विशेषः अस्ति कृदन्तस्य योगे एतादृशः विशेषः अस्ति सर्वत्र वयं पश्यामः एवं रीत्या अवगतं वा अवगतम् कर्ता इत्यस्य विषये कृष्णः जगतः कर्ता परन्तु कृति इति कृति इत्यस्य योगे जगतः कृतिः अनन्तरं कृष्णस्य अथवा कृष्णेन इति रूपद्वयम् अपि सम्भवति कृष्णस्य कृष्णेन जगतः कृतिः कृतिः इति तत्र प्रत्ययः भावार्थे अस्ति इति कृत्वा तत्र कृष्णः इति प्रथमभक्तो नास्ति परन्तु कर्ता इत्यत्र त्रिच् प्रत्ययः कर्त्रार्थे अस्ति इति कृत्वा कृष्णः यः कर्ता अस्ति तस्य प्रथमाभक्तिः भवति एवं रूपेण चिन्तयितुं शक्नुमः अस्तु इदानीम् अग्रे वंशीभगिनी अग्रे पठतु धन्यवादः आं वा श्रूयते वा वंशीभगिनी श्रूयते वा श्रूयते वा आं श्रूयते अस्तु पूर्वं न श्रुतवान् अस्तु अस्मिन् सूत्रे इति अभवत् वा कर्मणि द्वितीया इति कर्मणि द्वितीया अस्तु कर्मणि द्वितीया इति सूत्रमस्ति अनुक्तकर्मणः द्वितीया विभक्तिः भवति कर्मणि सप्तम्यन्तं द्वितीया प्रथमान्तं द्विपदमिदं सूत्रम् अनभिहिते इति सूत्रस्य अधिकारः अस्ति अनुवृत्तिसहितसूत्रमस्ति अनभिहिते कर्मणि द्वितीया सूत्रमस्ति कर्मणि द्वितीया इति सूत्रमस्ति तत्र सूत्रं किं वदति इत्युक्ते यत्र कर्मणः विवक्ष अनुक्तः अस्ति इत्युक्ते तस्यत्र विवक्षा नास्ति तत्र कर्मणः विवक्षा अत्र नास्ति तत्र कर्मणः द्वितीया विभक्ति भवति इति सूत्रस्य विवरणमस्ति सूत्रे तु कर्मणि इति सप्तम्यन्तमस्ति कर्मणि कर्मणि विषये इति विषयसप्तमी इति भवति वा कर्मणि सप्तम्यन्तमस्ति द्वितीया प्रथमान्तमस्ति कर्मणि विषये इति भवति वा भगिनि तत्र विषयसप्तमी द्वितीया प्रथमान्तं द्विपदम् इति सूत्रम् अस्मिन् सूत्रे अनभिहिते इति अपि अनुवृत्तिः अस्ति यत्र कर्मणः अभि कर्म कर्म अनभिहितः अस्ति तत्र तस्य द्वितीया विभक्तिः भवति यदा भवती उक्तवती तत्र रामः पाठं पठति इत्यस्मिन् पठति इति तु क्रियापदेन रामः उक्तः अस्ति अतः पाठः यत् अनुक्तः अस्ति तत्र द्वितीया विभक्तिं प्राप्त्वा तत्र तु पाठम् इति भवति अतः तत्र कर्मणि द्वितीया अध्ययन सामान्यसूत्र प्राप्त्वा इति वदति वा प्राप्त्वा न समीचीनं नास्ति प्राप्य ओ अस्तु क्षम्यतां तत्र तु हा समीचीनं प्राप्य सत्यं तत्र अनेन सूत्रेण तृतीया विभक्तिः भवति इति सूत्रस्य विवरणमस्ति अग्रे पठामि वा अग्रे समीचीनं किमर्थं तत्र प्राप्त्वा इत्यत्र मया स्थगितमिति चेत् सामान्यतया अन्यत्र सर्वत्र अस्माभिः तादृशदोषः न क्रियते परन्तु प्राप्त्वा इति विशेषः अस्ति सर्वदा तत्र सर्वैः तत्र किं पण्डिताः अपि प्रायेण प्राप्त्वा इति क्षम्यतां भगिनि हा प्राप्य इति ल्यप् अस्ति ल्यप् अस्ति प्र उपसर्गः अतः तत् द्वान् अपि प्राप्य ल्यप् भवति सत्यं समीचीनं सर्वैः तादृशदोषः सर्वैः क्रियते अतः एवं परन्तु स्मर्तव्यं तावदेव कारकविषये बहु उत्तमरीत्या उक्तवती भगिनि समीचीनम् इदक्षत् बहु उत्तमरीत्या धन्यवादः किं कारकस्य विषये बहु सम्यक् उक्तवती इदक्षल् इति वक्तुं शक्यते कथं स्मर्तव्यं धन्यवादः तर्हि इतोपि अग्रे पठतु तत्र कर्मणि द्वितीया इति सूत्रं तु तत्र अनभिहिते इति अधिकारे अस्ति अतः अनभिहिते कर्मणि द्वितीया विभक्तिः भवति, इत्युक्ते प्रत्ययेन अनुक्तः अस्ति चेत् तत्र तादृशकर्मणः द्वितीया विभक्तिः भवति इति अर्थः. अग्रे भगिनि पठामि. अस्मिन् सूत्रे अनभिहितकर्मणः अर्थात् तादृशकर्मणः यस्य अर्थः कृत् तिङ् इत्यादिना न उक्तः, नाम कर्मार्थे कृत् इत्यादयः प्रत्ययाः न सन्ति चेत् तादृशकर्म अनुक्तं भवति. यस्मिन् अर्थे प्रत्ययः भवति सः अर्थः उक्तः भवति. अस्तु, वयं दृष्टवन्तः अधुना अस्माभिः वयं दृष्टं तत्र तु प्रत्ययः कस्मिन् अर्थे अस्ति, तिङ् प्रत्ययः अस्ति चेत् कर्त्रार्थे अस्ति, तत्र कर्मार्थे इति कर्मणि प्रयोगे भवति तु कर्मः उक्तः अस्ति. अत्र तु यत्र यत्र तिङ् नो चेत् कृत् प्रत्ययेन कर्मः कर्म न उक्तः अस्ति तस्य स्थाने तस्मिन् अस्यां स्थितौ तत्र कर्मणि द्वितीय अध्ययनेन कर्मणः षष्ठीविभक्ति प्राप्नोति. अपि च तत्र हा कृत्प्रत्यय इत्यादयः प्रत्ययः न सन्ति तादृश अनुक्तः अस्ति. अस्तु, कृत्प्रत्ययभावार्थे यदि कृत्प्रत्यय योजयामः, कृत्प्रत्यय त्रिविधं भवितुम् अर्हति. एकं तु कर्त्रार्थे भवितुम् अर्हति, यत्र तृच् प्रत्यय कर्तुः उक्तः अस्ति. भावार्थे तु लुट् प्रत्ययः भावार्थे अस्ति, कर्तुः कर्मणः न उक्तः अस्ति. अपि च तत्र कृत्प्रत्ययकर्मार्थे अपि भवितुम् अर्हति वा भगिनि तत्र? तत्र प्रत्ययः तु कर्तुः कर्मणः द्वयोः कृत्प्रत्ययेन द्वयोः उक्तः भवितुम् अर्हति. अतः तत्र यस्मिन् अर्थे कृत्प्रत्ययः नो चेत् किं प्रत्ययः भवति तस्मिन् अर्थे यत्र कर्मणः अनुक्तः अस्ति अनभिहिते इति उक्तत्वात् तत्र तु तस्य द्वितीया विभक्ति भवति इति सामान्यविवरणमस्ति तत्र. सम्यक्, समीचीनं. तर्हि इदानीं तर्हि तत्र कः इत्युक्ते प्रत्ययेन किम् उक्तम् इति प्रथमतया चिन्तनीयं. तर्हि उक्तं चेत् प्रथमा विभक्तिः, प्रत्ययेन अनुक्तं चेत् प्रत्ययेन एकमेव उक्तं भवति, प्रत्ययः अर्थद्वये न विहितः भवति. प्रत्ययः एकः एव प्रत्ययः, कर्तार्थे कर्मार्थे भावार्थे इति सर्वं तत्र न भवति, एकमेव तत्र एकः एव अर्थः भवति. कर्तार्थे भवति, कर्मार्थे भवति, नो चेत् भावार्थे भवति, नो चेत् अधिकरणार्थे इति एवं रीत्या तत्र एकः एव अर्थः भवति. तर्हि एकः एव अर्थः चेत् एकमेव उक्तं भवति, एकमेव उक्तं भवति चेत् अन्यानि सर्वाणि अनुक्तानि भवन्ति, अन्यानि कारकाणि सर्वाणि अनुक्तानि भवन्ति. अतः तत्र तत्र तद् अनुगुणं तत्र विभक्तिः विधीयते. अस्तु, तर्हि इदानीं तत्र रामः पुस्तकं पठति इति तत्र उमा भगिनी पठतु. अहं न प्राप्तवती करपत्रं. मम ईमेल् न प्राप्तवती वा? ऐ एम् नाट् एबल् टु लोकेट् नो एक्साक्ट्लि वेर् इट् इस्. प्रेषितं भगिनि, भगिनी प्रेषितवती, इदानीं पश्यतु. तत्र आदौ एव वक्तव्यं खलु, आदौ एव वक्तव्यं, तदानीं तत्र अन्य कोऽपि प्रेषयति. कर्तरि प्रयोगः कर्मणि प्रयोगः डिफ़रेन्सस् आर् दोस् थिङ्ग्स् आर् देयर्. कथनस्य अर्थः एवं रामः पुस्तकं पठति इति वाक्यं कर्तरिप्रयोगे अस्ति इति न प्राप्तं वा? न प्राप्तं भगिनि, सोरि. अस्तु, तर्हि तत्र शुभदा भगिनी पठतु. आं भगिनि, नमस्कारः. रामः पुस्तकं पठति इति वाक्यं कर्तरिप्रयोगे अस्ति. अत्र पठ् इति धातुः लट् लकारे कर्त्रर्थे विहितः अस्ति, अतः एव अस्मिन् वाक्ये कर्ता रामः उक्तः अस्ति पठति इति तिङन्तपदेन. रामः उक्तः इति कृत्वा रामस्य प्रथमा विभक्तिः विधीयते. प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा इति सूत्रेण यस्मिन् कस्मिन्नपि वाक्ये प्रत्ययेन एकः उक्तः भवति तस्य प्रथमा विभक्तिः भवति प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा इति सूत्रेण. एकः उक्तः चेत् वाक्ये अन्ये अनुक्ताः भवन्ति. यत् भवत्या उक्तमस्ति एतावत्पर्यन्तं तदेव अत्र दत्तमस्ति, परन्तु अत्र एकं सूत्रमपि दत्तमस्ति. रामः पुस्तकं पठति इति वाक्यमस्ति, तत्र रामः इति कर्ता, पुस्तकम् इति कर्मपदं, पठति इति तिङन्तपदम्. एतत् वाक्यं तु कर्तरि प्रयोगे अस्ति. अत्र लट् लकारः अस्ति, पठ् इति धातुः अस्ति. पठ् इत्यस्य लट् लकारे वर्तमानकाले प्रथमपुरुष एकवचनस्य प्रयोगः पठति इति भवति. अत्र पठति इति कर्तारं प्रति तस्य निर्देशः अस्ति. कर्ता नाम तस्य अस्मिन् वाक्ये रामः इति कर्ता अस्ति. तिङन्तपदं यत् अस्ति पठति इति, तेन कर्ता रामः इति उक्तमस्ति. रामः उक्तः अस्ति इति कृत्वा रामः इत्यस्य प्रथमाविभक्तिः भवति, प्रथमाविभक्तिः भवति. अस्य कृते सूत्रमस्ति प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा. प्रथमाविभक्तिः केषु अर्थेषु भवति, अथवा प्रथमाविभक्त्या कान् अर्थान् निर्दिष्टाः भवन्ति इति, निर्दिष्टान् भवन्ति इति एतत् सूत्रं वदति. नाम प्रथमाविभक्तिः अस्ति चेत् प्रातिपदिकं यत् अस्ति तस्य लिङ्गं, क्षम्यतां, प्रथमाविभक्तिः अस्ति चेत् यः उक्तः अस्ति सः कर्ता, तस्य लिङ्गपरिमाण अपि च वचन, लिङ्गपरिमाणवचन अपि च लिङ्गपरिमाणवचन इति तत्र निर्दिष्टः भवति इति एतत् सूत्रं वदति. न सम्यक् न जानामि, परन्तु मम अर्थः एकः उक्तः चेत् वाक्ये तादृशम् एकः उक्तः अस्ति तिङन्तपदेन, तिङन्तप्रत्ययेन एकः कर्ता उक्तः भवति, तस्य प्रथमा विभक्तिः भवति. तस्य एतेन सूत्रेण तस्य लिङ्गपरिमाणवचनम् इति सर्वमेव तत्र निर्दिश्यते. अपि च अन्ये ये पदाः सन्ति तस्य, ते सर्वे पदाः अनुक्ताः भवन्ति, अतः तेषां भिन्नानि कारकाणि भवन्ति इति यथा भवती उक्तवती तद्भवति. तावदेव. समीचीनम्. अत्र प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा इति सूत्रस्य अधिकविवरणम् इदानीम् अनावश्यकम्, परन्तु प्रथमाविभक्तिः अनेन भवति. इत्युक्ते यद्यद् उक्तमस्ति तस्य प्रथमाविभक्तिः भवति. केन सूत्रेण इति चेत् अनेन सूत्रेण भवति इति वयं सामान्यतया अवगन्तुं शक्नुमः, परन्तु अत्र सूत्रस्य विवरणम् इदानीं तत्र कारकप्रकरणं यदा वयं प्रवेशामः तदानीं वयं पठितुं शक्नुमः, परन्तु अत्र तु प्रथमाविभक्तिः यद्यद् उक्तं तस्य प्रथमाविभक्तिः इति उक्तं खलु, तर्हि प्रथमाविभक्तिः केन सूत्रेण इति चेत् अनेन सूत्रेण, प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा इति सूत्रेण. अतः उक्तः चेत् प्रथमाविभक्तिः, अनुक्तं चेत् तदानीं विभक्तिविधानं भवति. अस्तु, समीचीनं, धन्यवादः. इदानीम् अरुणा भगिनी अग्रे पठति वा? आं भगिनि, नमस्ते, नमस्कारः. नमस्कारः. अस्मिन् वाक्ये पुस्तकम् इति कर्मवाचकशब्दः अस्ति, सः शब्दः केनापि प्रत्ययेन अनुक्तः अस्ति. कर्म अनुक्तम् इत्यतः कर्मणि द्वितीया इति सूत्रेण द्वितीया विभक्ति विधीयते. अतः पुस्तकम् इति कर्मवाचकपदस्य द्वितीया विभक्तिः भवति. एवमेव अन्यत्र अपि भवति इति अवगन्तव्यम्. प्रत्ययेन यत् उक्तमस्ति तत् यत् अनुक्तमस्ति इति ज्ञानम् अत्यवकाश्यकम् अस्ति. रामः पुस्तकं पठति इति वाक्ये क्रियापदं तिङन्तपदम् अस्ति, तत् सूचयति कर्तृत्वे सूचयति, तथा कर्ता प्रथमविभक्तिः भवति. कर्मवाचकशब्दः अस्ति चेत् तत् शब्द कर्मपदम् अनुक्तमस्ति, ततः कर्मणि द्वितीया सूत्रेण कर्मपदं द्वितीया विभक्ति विधीयते. अतः तदर्थं भगवत् भवत्याः अपि उक्तम् अत्र प्रत्ययेन यत् उक्तमस्ति यत् अनुक्तमस्ति इति प्रथमं ज्ञातव्यम् इति अर्थः. सम्यक् समीचीनं, बहु समीचीनं, धन्यवादः. सरलवाक्यं वयं स्वीकृत्य वयं पश्यामः चेत् रामः पुस्तकं पठति इति पश्यामः चेत् पठति इत्यत्र तिङ् प्रत्ययः कर्तरार्थे अस्ति इति कृत्वा रामः इति कर्ता उक्तः, अतः रामस्य प्रथमा विभक्तिः. पुस्तकम् इत्यस्य का विभक्तिः इति चेत् पुस्तकम् इति पदं पठति इति तिङन्तेन अनुक्तमस्ति. तस्य पुस्तकम् इत्यस्य कर्मसंज्ञा तु अस्ति परन्तु प्रत्ययेन अनुक्तम् इति कृत्वा तत्र कर्मणः अनुक्तकर्मणि द्वितीयाविभक्तिः भवति. अतः पुस्तकम् इति द्वितीयाविभक्ति अन्तपदम्. एवमेव सर्वत्र वयं द्रष्टुं शक्नुमः. अस्तु, तर्हि इदानीं भवत्येव अग्रे पठतु. क्षम्यतां. रामेण पुस्तकं पच्यते इति वाक्यं कर्मणि प्रयोगे अस्ति. अस्मिन् वाक्ये ते इति तिङ्प्रत्ययेन पुस्तकम् इति कर्मपदम् उक्तम् अनभिहितमस्ति. अभिहितमस्ति पुस्तकम् इति पदम् उक्तत्वा तस्य प्रथमा विभक्तिः भवति. प्रातिपदिकार्थलिङ्गपरिमाणमात्रवचनमात्रे प्रथमा इति सूत्रेण रामेण इति पदं कर्तुवाचकं पदम् अनुक्तमस्ति. अतः अनभिहिते रामेण इति कर्तृपदस्य तृतीया विभक्तिः भवति कर्तृकरणयोः तृतीया इति सूत्रेण. अधुना कर्मणि प्रयोगे उदाहरणं दत्तं. रामेण पुस्तकं पठ्यते, अत्र वाक्ये पठ्यते इति कर्मणि सूचयति. अतः कर्मपदं पद्मविभक्ति भवति. केन सूत्रेण इति प्रातिपदिकार्थलिङ्गपरिमाणवाचनमात्रे प्रथम इति सूत्रेण भवति. अत्र कर्तुः न उक्तमस्ति, अनुक्तमस्ति. अतः कर्तः अनभिहितकर्ता कर्तृकर्मणोः तृतीया इति सूत्रेण तृतीया विभक्ति भवति. अतः रामेण पुस्तकं पच्यते इति पुस्तकं कर्म प्रथमा विभक्ति, रामेण इति तृतीया कर्ता तृतीया विभक्ति भवति. अद्य प्राप्तवती, बहु समीचीनम्, इदानीं प्राप्तवती इत्युक्ते अरविन्द महोदय सहायं कृत्वा. भगिनि, यदा वर्गस्य आरम्भे करपत्रं नास्ति चेत् वक्तव्यं खलु? नो, ऐ वास् लुकिङ्ग् फार् देट् बट् ऐ वास् लिसनिङ्ग् फुल्लि लिसनिङ्ग् करपत्रं तु पुरतः स्यात्. सारि क्षम्यताम् अस्तु. तर्हि तत्र रामेण पुस्तकं पठ्यते इत्यत्र पठ्यते इति यः तिङ् प्रत्ययः अस्ति तेन कर्म उक्तमस्ति. तत्र तिङ् प्रत्ययः कर्मार्थे अस्ति इति कृत्वा कर्म उक्तम्. अतः पुस्तकमिति कर्मणः प्रथमा विभक्तिः. रामेण इति कर्तुः कर्ता पठ्यते इति अनुक्तमस्ति इति कृत्वा तत्र अनुक्तकर्तरि तृतीया विभक्तिः भवति कर्तृकरणयोस्तृतीया इति सूत्रेण. कर्ता वा करणं वा अनुक्तं चेत् तस्य तृतीया विभक्तिः भवति कर्तृकरणयोस्तृतीया इति सूत्रेण. तावदेव. अस्तु, उमा भगिनी पठतु इदानीम् अग्रे. उमा भगिनी वाक्यं कथं भवेत् इति चेत् अस्माभिः हस्यते इति वक्तव्यम्. न अवगतम्. ओके, रामेण हस्यते. रामेण हस्यते इति भावे प्रयोगे अस्ति, कर्म नास्ति. ओके, अस्मिन् वाक्ये ते इति किं प्रत्यये भावार्थे अस्ति, यतोहि हस् इति धातुः अकर्मकः अस्ति इत्यतः हस्यते इति क्रियापदेन कर्ता अनुक्तः अस्ति. रामेण इति पदं कर्तृवाचकं पदम् अनुक्तम् इत्यतः अनभिहिते रामेण इति कर्तृपदस्य तृतीया विभक्तिः भवति कर्तृकरणयो तृतीया इति सूत्रेण. रामेण हस्यते इति अकर्मक अकर्मकधातु हस्यते. रामेण तृतीया कर्तृकरणयो तृतीया इति सूत्रेण तृतीया विभक्ति लभ्यते. सो रामेण हस्यते तिगन्नपदं हस्यते इति आत्मनेपदप्रयोगं भवति. परन्तु तत्र मुख्यविषयः कः इति भवत्या न उक्तम्. अस्मिन् वाक्ये यदि हस्यते इत्यत्र तिङ्प्रत्ययस्य कः अर्थः इति वक्तव्यं खलु प्रथमतया. तिङ्प्रत्ययस्य अर्थः हस्यते तिङन्तप्रत्ययः भावार्थे अस्ति. किम् उक्तं रामेण हस्यते न प्रत्ययः भावार्थे अस्ति चेत् किं कारकम् उक्तं भवति अत्र. ओके कर्म एव उक्तम् अकल्पौ कर्म नास्ति अत्र कर्तृपदं नास्ति. न एकक्षणम् भावे प्रयोगे अथवा भावार्थे अस्ति चेत् किम् उक्तं भवति. कर्ता नास्ति तत्र कर्तार्थे अस्ति चेत् कर्ता उक्तः भवति. कर्मार्थे अस्ति चेत् कर्म उक्तं भवति. भावार्थे अस्ति चेत् भावे प्रयोगे किमपि न उक्तं भवति. अनुक्तः किमपि न उक्तं यत्र भावः इति वयं वदामः तदानीं किमपि न उक्तं. कर्ता अपि अनुक्तः कर्म अपि अनुक्तं किमपि न उक्तं. तर्हि तदर्थमेव तत्र रामः इति यः कर्ता अस्ति अनुक्तः अस्ति इति कृत्वा तृतीया विभक्तिः. यदि रामः उक्तः भवति तदानीं का विभक्तिः भवेत्. प्रथमा विभक्ति. परन्तु अत्र अनुक्तः अस्ति इति कृत्वा तृतीया विभक्तिः अस्ति. यत्र यत्र प्रथमाविभक्तिं विहाय अन्यविभक्तयः भवन्ति तत्र तत्र वयम् अवगन्तुं शक्नुमः अनुक्तम् अस्ति इति वयम् अवगन्तुं शक्नुमः. तं चेत् प्रथमाविभक्तिः एव भवति. अतः यत्र यत्र अनुक्तं तत्रैव विभक्तिविधानं भवति प्रथमां विहाय खलु. अवगतम् इत्युक्ते यस्मिन् कस्मिन् अपि रामेण हस्यते न यस्मिन् कस्मिन्नपि वाक्ये अस्माकं प्रथमः प्रश्नः प्रत्ययः कस्मिन् अर्थे अस्ति इति प्रश्नः. कर्त्रार्थे अस्ति चेत् कर्ता उक्तः. कर्मार्थे अस्ति चेत् कर्म उक्तं. करणार्थे अस्ति चेत् करणम् उक्तं. सप्रदानार्थे अस्ति चेत् सप्रदानम् उक्तम् इति एवं रीत्या यद्यत् यस्मिन् अर्थे अस्ति तद् उक्तं. परन्तु भावे अस्ति अथवा भावे प्रयोगः इति यदा वयं वदामः तदानीं किमपि न उक्तं. तत्र केवलं क्रियामेव बोधयति. किमपि न उक्तं. किमपि न उक्तम् इत्युक्ते कर्ता अपि अनुक्तः कर्म अपि अनुक्तं किमपि न उक्तम्. अतः रामेण हस्यते इत्यत्र तिङन्तपदेन किमपि न उक्तं. हस्ता तु अकर्मकः अस्ति. कर्मपदं न सम्भवति. सामान्यतया तत्र यक् प्रत्ययः यत्र भवति पठ्यते हस्यते गीयते इत्यादयः तत्र यक् प्रत्ययेन कर्म उक्तं भवति. परन्तु अत्र अकर्मकधातुः इति कृत्वा कर्म न सम्भवति. अतः एव भार्यप्रयोगः इति वदामः. अतः किम् उक्तम् इति चेत् किमपि न उक्तं खलु. किमपि न उक्तम् इति कृत्वा कर्तुः प्रथमः अवगतम्. अस्तु समीचीनं. तर्हि अग्रे तत्र मीनभगिनी अग्रे पठतु. गत्यर्थकः धातवः गतिः अर्थः येषां ते गत्यर्थकाः. गतिः इत्यनेन केवलं गतिः इति एव स्वीक्रियते न तु प्राप्तिः इत्यादयः. गतिः इत्येव स्वीक्रियते न तु प्राप्तिः. यज्ञदत्तः देवदत्तं विद्यालयं गमयति. देवदत्तः विद्यालयं गच्छति इति अनन्यावस्थायां वाक्यमस्ति. निच् नास्ति, अनिच् भवति किल. अन्यन्तावस्थायां वाक्यमस्ति. गम् धातुः हेतुमति च इत्यनेन निचः विधानम्. निच् प्रत्ययं योजयित्वा गमीति धातुः निष्पद्यते. लटि प्रथमपुरुष एकवचने गमयति इति रूपं गम् इति धातोः अर्थः. देशान्तरप्राप्यानुकूलव्यापारः गमीति धातोः अर्थः. एक स्थानात् अनन्तरस्थानं गच्छति वा इति अर्थः वा. गति इति धातोः अर्थः. देशान्तरप्राप्यानुकूलव्यापारानुकूलव्यापार किमस्ति भगिनि? देशान्तरप्राप्यानुकूलव्यापारानुकूलव्यापारः तत्र किमस्ति? गमी इत्यत्र, गमी इत्यत्र, गम् इत्यत्र देशान्तरप्राप्त्यानुकूलव्यापारः इत्युक्ते गम् इति वयं वदामः चेत् अत्र गम् इत्यस्य अर्थः कः इति चेत् उत्तरदेशसंयोगः. एकस्मिन् स्थले वयं स्मः, तत्र अस्मात् स्थलात् वयम् अन्यत्र गच्छामः खलु. तत्र संयोगः एकस्मात् स्थलात् विभागः जायते, अनन्तरम् उत्तरदेशे संयोगः जायते. उत्तरदेशसंयोगः इत्युक्ते किम्? उत्तरदेशसंयोगः इत्युक्ते किं? मूविङ्ग् फ्रम् ए टु बि इस् उत्तरदेशसंयोगः. तर्हि अनुकूलव्यापारः किल, तदेव देशान्तरप्राप्त्यानुकूलव्यापारः. परन्तु गमी इत्यत्र किम् इति चेत् देशान्तरप्राप्त्यानुकूलव्यापारानुकूलव्यापारः इत्युक्ते तादृशव्यापारं प्राप्तुम् अन्यः व्यापारः प्रेरयति. अवगतम्. यद्यदत्तः यः प्रयोजककर्ता अस्ति सः तत्प्रयोजको हेतुश्च इति सूत्रेण हेतुसंज्ञकः कर्तुसंज्ञकः च भवति. देवदत्तः इति यः कर्ता अनन्यावस्थायां अग्रिमागच्छतु. अत्र एतावता यदुक्तं तद्वदतु. एतावत् उक्तं तत्र गत्यवर्थ गत्यार्थकधातः इति किमर्थमिति अस्ति. तत्र गति इति स्वीक्रियते, न तु प्राप्तिः इत्यादयः. तत्र क्लेशः भवति मम मनसि. गतिः इति एव स्वीक्रियते, न तु प्राप्तिः. इदानीं इन् गतौ इति दातुः अस्ति, तस्य लटीरूपं किमस्ति? इन् गतौ एति एति एति. इदानीम् अहं एकवाक्यं वदामि. योगी परमात्मानम् एति इत्यस्य अर्थः कः? योगी परमात्मानं गच्छति. इन् गतौ एति इति परमात्मानं गच्छति नास्ति. तत्र तत्र एति इत्युक्ते गत्यर्थकः अस्ति, गत्यर्थकः अस्ति. परन्तु तथापि तत्र प्राप्तिः इति अर्थः अस्ति. अतः गतिः इत्यस्य प्राप्तिः इत्यपि अर्थः अस्ति. अत्र प्राप्तिः नास्ति. अस्ति, गतिबुद्धि प्रत्यवसानार्थकशब्दकर्म अकर्मकाणाम् अणिकर्तासणौ इति सूत्रे गत्यर्थकधातुः इत्युक्ते तत्र प्राप्तिः इति अर्थः नास्ति. गत्यर्थकः इत्युक्ते उत्तरदेशसंयोगः, गोयिङ्ग् फ्रम् ए टु बि एव अर्थः. अस्तु भगिनि. यज्ञदत्तः देवदत्तं विद्यालयं गमयति. अत्र निच् प्रयोगः अस्ति. गम् धातु देवदत्तः विद्यालयं गच्छति इति अन्यावस्थायां वाक्यमस्ति. निचन्तं नास्ति, निचन्तं विना अस्ति. अन्यावस्थायां गम् धातुः हेतुपति च इत्यनेन निजः विधानं. तत् निच् प्रत्ययं योजयित्वा गमि इति धातुः निष्पद्यते. तत्र निष्प्रत्ययं गम् इति योजयित्वा गमे इति विद नूतनधातुः सनातनदातवः इति धातुसंज्ञा निष्पद्यते. लटि प्रथमपुरुषवचने गमयति इति रूपं गम् इति धातोः अर्थः एवमेव भवत्याः भवती उक्तवती देशान्तरप्रत्ययानुकूलव्यापारः इति एकस्थानात् अनन्तरस्थानं प्राप्तमस्ति वा गमि इति गच्छति अन्यस्थानं गच्छति गमि इति एकस्मात् अन्यस्थानं प्राप्तुं यः व्यापारः प्रेरयति. ओम् तथैव गमि इति धातोः अर्थः न तथैव गम् इति धातोः अर्थः देशान्तर प्राप्य अनुकूलव्यापारः यत्र गम् प्राप् एकदेशात् अन्यदेशप्रापणार्थं व्यापारः अस्ति चेत् तत् गम् इति धातोः अर्थः. समीचीनं वा? समीचीनं. गमि इति गमि इति गम् धातोः एव यः अर्थः तस्मात् इतोपि अन्यः व्यापारः अपि अस्ति तत्र. तदेव तत्र व्यापारद्वयम् अस्ति इत्युक्ते देशान्तरप्राप्त्यनुकूलः यः व्यापारः तादृशव्यापारं प्राप्तुं यः अनुकूलः व्यापारः. तत्र गमि इति धातोः अतः देशान्तरप्राप्य अनुकूलव्यापारः तस्य व्यापारस्य प्रेरणा भवति प्रेरणा भवति अनुकूलव्यापारः भवति अन्यव्यापारः भवति यज्ञदत्तः यः प्रयोजककर्ता अस्ति सः तत्प्रयोजकहेतुश्च इति सूत्रेण हेतुसंज्ञा कर्तुसंज्ञा च भवति. तत्र प्रयोजककर्ता भवति यज्ञदत्तः तत्र प्रयोजककर्ता भवति तस्य प्रयोजक हेतुश्च इति सूत्रेण हेतुसंज्ञा अपि भवति कर्तुसंज्ञा अपि भवति. देवदत्तः इति यः कर्ता अनन्यवस्थायां सः अन्यन्तावस्थायाम् अत्र स्थगयामः इतोपि अग्रे न गच्छामः. अत्र स्थगयामः, समयः अतीतः. अत्र वाक्यस्य विषये तु अग्रिमसप्ताहे पुनः चिन्तयामः. भवती तु उक्तवती एव देवदत्तः तत्र अन्यन्तावस्थायाम् इत्युक्ते निजन्तं यत्र नास्ति तत्र सामान्यवाक्यम् अस्ति. देवदत्तः विद्यालयं गच्छति इति वाक्यं गच्छति. तदेव वाक्यं न्यन्तावस्थायां कथं भवति प्रयोजककर्तातः तस्य का संज्ञा भवति अत्र धातुः कीदृशः कतिबुद्धिप्रत्यवसानार्थकः इति सूत्रं कार्यं करोति वा सर्वं तत्र चिन्तनीयं भवति. तद्वयम् अग्रिमसप्ताहे पश्यामः. अस्तु अस्तु धन्यवादः. कोऽपि प्रश्नः अस्ति वा? अस्तु तर्हि धन्यवादः. नमस्कारः. धन्यवादः भगिनी. नमस्कारः भगिनी. नमस्कारः भगिनी. धन्यवादः. धन्यवादः.